सप्रयोजनतातेषां स्वप्ने विप्रतिपद्यते तस्मादाद्यन्तवत्त्वेनामिच्छैव खलु ते स्मृताः स्वप्नदृश्यव जागृतदृश्यानामपि असत्त्वमिति यदुक्तं तदयुक्तं यस्मात् जागृदृश्य अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्वन्तो गमनागमनादिकार्यं च सप्रयोजनादृष्टः न तु स्वप्नदृश्यानां तदस्ति तस्मात् स्वप्नदृश्यव जागृदृश्यानाम् असत्त्वं मनोरथमात्रमिति तन्न कस्मात् यस्मात् या सप्रयोजनता दृष्टा अन्नपानादीना सा स्वप्ने विप्रतिपद्यते जागर्तैः भुक्त्वा पीत्वा च तृप्तो विनिवर्तितत्र स्वप्नमात्र एव क्षुत्पिपासादि आर्तम् अहोरात्र उपोषितम् अभुक्तवन्तम् आत्मानं मन्यते यथा स्वप्ने भुक्त्वा पीत्वा च तृप्तोत्थितः तथा तस्मात् जागृदृश्यानां स्वप्ने विप्रतिपत्तिः दृष्टा अतो मन्यामहे तेषामपि असत्त्वं स्वप्नदृश्यवत् अनाशङ्कनीयम् इति तस्मादाद्यन्तवत्त्वम् उभयत्र समानमिति मिथ्या एव कृते स्मृतः अपूर्वं स्थानि धर्मो हि यथा स्वर्गनिवासिनां तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः स्वप्नजागृद्भेदयोः समत्व जागृद्भेदानाम् असत्त्वमिति यदुक्तं तदसत् कस्मात् दृष्टान्तस्य असिद्धत्व कथं न हि जागृदृश्या ये ते भेदाः स्वप्ने दृश्यन्ते किं तर्हि अपूर्वं स्वप्ने पश्यति चतुर्दन्तं गजम् आरूढो अष्टभुजम् आत्मानं अन्यदपि एवं प्रकारम् अपूर्वं पश्यति स्वप्ने तन्न अन्येन असता सममिति सदेव अतो दृष्टान्तो असिद्धः तस्मात् स्वप्नवतो जागृतस्य असत्त्वमिति अयुक्तं तन्न स्वप्ने दृष्टम् अपूर्वं यन्मन्यसे न तत् स्वतः सिद्धं किं तर्हि अपूर्वं स्थानिधर्मो हि स्थानिनो द्रष्टुः एव हि स्वप्नस्थानवतो धर्मः यथा स्वर्गनिवासिनाम् इन्द्रादीनां सहस्राक्षत्वादि तथा स्वप्नदृशो अपूर्वोऽयं धर्मः न स्वतःसिद्धः द्रष्टुः स्वरूपवत् तान् एवं प्रकारान् अपूर्वान् स्वचित्तविकल्पान् अयं स्थानीयः स्वप्नस्थानं गत्वा प्रेक्षते यथैव इह लोके सुशिक्षितदेशान्तरमार्गः तेन मार्गेण देशान्तरं गत्वा पदार्थान् पश्यति तद्वत् तस्मात् यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादीनाम् असत्त्वं तथा स्वप्नदृश्यानामपि अपूर्वाणां स्थानिधर्मत्वम् एव इति असत्त्वम् अतो न स्वप्नदृष्टान्तस्य असिद्धत्वम् स्वप्नवृत्तावपि त्वन्तः चेतसा कल्पितं त्वसत् बहिश्चेतो गृहीतं स दृष्टं वैतथ्यमेतयोः अपूर्वत्वाशङ्कां निराकृत्य स्वप्नदृष्टान्तस्य पुनः स्वप्नतुल्यतां जागृद्भेदानां प्रपञ्चे नाह स्वप्नवृत्तावपि स्वप्नस्थानेऽपि अन्तश्चेतस मनोरथसङ्कल्पितम् असत् सङ्कल्पानन्तरसमकालमेव अदर्शन तत्रैव स्वप्ने बहिश्चेतसा गृहीतं चक्षुरादिद्वारेण उपलब्धं गडादि सदिति एवम् असत्यमिति निश्चितेऽपि सदसद्विभागदृष्टः उभयोरपि अन्तर्बहिश्चेतःकल्पितयोः वैतथ्यमेव दृष्टं जागृद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसतं बहिश्चेतो गृहीतं सद्युक्तं वैतथ्यमेतयोः सदसतोः वैतथ्यं युक्तम् अन्तर्बहिश्चेतकल्पितत्व अविशेषादिति व्याख्यातम् अन्यत् उभयोरपि वैतथ्यं भेदानामस्थानयोर्यदि क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः चोदकाः स्वप्नजाग्रस्थानयोः भेदानां यदि वैतथ्यं क एतान् अन्तर्बहिश्चेतकल्पितान् बुध्यते को वै तेषां विकल्पकः स्मृतिज्ञानयोः कालम्बनमित्यभिप्रायः न चेन्निरात्मवादः इष्टः कल्पयत्यात्मनात्मानम् आत्मादेव स्वमाय स एव बुध्यते वेदानिति वेदान्तनिश्चयः स्वयं स्वमाया स्वमात्मानं आत्मा देवः आत्मनि एव वक्ष्यमानं भेदाकारं कल्पयति रज्ज्वादौ इव सर्पादि स्वयमेव च तान् बुध्यते भेदान् तद्वदेव इति इयं वेदान्तनिश्चयः न अन्योऽस्ति ज्ञानस्मृत्याश्रयः न च निरास्पदे एव ज्ञानस्मृतिः वैनाशिकानामिव इत्यभिप्रायः विकरोत्यपरां भावानन्तश्चित्ते व्यवस्थितान् नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः सङ्कल्पयन् केन प्रकारेण कल्पयति इत्युच्यते विकरोति नानाकरोति अपरान् लौकिकान् भावान् पदार्थान् शब्दादीन् अन्याश्च अन्तश्चित्ते वासनारूपेण व्यवस्थितान् अव्याकृतान् नियतांश्च पृथिव्यादीन् अनियतांश्च कल्पनाकालान् बहिश्चित्तस्सन् तथा अन्तश्चित्तो मनोरथादिलक्षणानि इत्येवं कल्पयति प्रभुः ईश्वरः आत्म इत्यर्थः चित्तकाला हि अन्तस्तोद्वयकालाश्च ये बहिः कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः स्वप्नमचित्तपरिकल्पितं सर्वमिति एतदाशङ्क्यते यस्माच्चित्तपरिकल्पितैः मनोरथादिलक्षणैः चित्तपरिच्छेद्यैः वैलक्षण्यं बाह्यानाम् अन्योन्यपरिच्छेद्यत्वमिति सा न युक्ता शङ्का चित्तकाला हि ये अन्तस्तु चित्तपरिच्छेद्यः न अन्यश्चित्तकालव्यतिरेकेण परिच्छेदकः कालो येषां ते चित्तकालः कल्पनाकाल एव उपलभ्यन्ते इत्यर्थः द्वयकालाश्च भेदकालाः अन्योन्यपरिच्छेद्यः यथा आगोदोहनम् आस्ते यावदास्ते तावद्गां दोग्धि यावद्गां दोग्धि तावदास्ते तावानयम् एतावांसा इति परस्परपरिच्छेद्यपरिच्छेदकत्वं बाह्यानां भेदानां ते द्वयकालाः अन्तश्चित्तकालाः बाह्याश्च द्वयकालाः कल्पिता एव ते सर्वे न बाह्यो द्वयकालत्वविशेषः कल्पितत्वव्यतिरेकेण अन्यहेतुकः अत्रापि हि स्वप्नदृष्टान्तो भवत्येव अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः कल्पिता एव ते सर्वे विशेषस्मिन्द्रियान्तरे यदपि अन्तरव्यक्तत्वं भावानां मनोवासनामात्राविव्यक्तानां स्फुटत्वं वा बहिश्चक्षुरादि इन्द्रियान्तरे विशेषः नासो भेदानाम् अस्तित्वकृतः स्वप्नेऽपि तथा दर्शन किं तर्हि इन्द्रियान्तरकृत एव अतः कल्पिता एव जागृद्भावाः अपि स्वप्नभावतु इति सिद्धम् जीवं कल्पयते पूर्वं ततो भावान् पृथग्विदान् बाह्यानाध्यात्मिकांश्चैव यथा विद्यस्तदा स्मृतिः बाह्याध्यात्मिकानां भावानाम् इतरेतरनिमित्तनैमित्तिकतया कल्पनायाः किं मूलम् इत्युच्यते जीवं हेतुफलात्मकम् अहं करोमि मम सुखदुःखे इत्यं लक्षणम् अनयं लक्षण एव शुद्ध आत्मनि रज्ज्वामिव सर्पं कल्पयते पूर्वं ततः तादर्थ्येन क्रियाकारकफलभेदेन प्राणादीन् नानाविधान् भावान् बाह्यान् आध्यात्मिकांश्चैव कल्पयति तत्र कल्पनायां को हेतुः इत्युच्यते योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायाम् अधिकृतः सः यथा विद्यः यादृशी विद्या विज्ञानमस्य इति यथा विद्यः तथाविधैव स्मृतिः तस्यैति तथा स्मृतिर्भवति स इति अतो हेतुकल्पना विज्ञानात् फलविज्ञानम् अतो हेतुफलस्मृतिः ततः तद्विज्ञानं ततः तदर्थक्रियाकारकतत्फलभेदविज्ञानानि तेभ्यः तस्मृतिः तस्मृतेश्च पुनः तद्विज्ञानानि इत्येवं बाह्यान् आध्यात्मिकांश्च इतरेतरनिमित्तनैमित्तिकभावेन अनेकधा कल्पयति अनिश्चिता यथा रज्जुः अन्धकारे विकल्पिता पदारादिभिर्भावैः तद्वदात्मा विकल्पितः तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तं सैव जीवकल्पना किं निमित्तादि दृष्टान्तेन प्रतिपादयति यथा लोके स्वेन रूपेण अनिश्चिता अनवधारिता एवमेव इति रज्जुः मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वा अनेकधा विकल्पिता भवति పూర్వం స్వరూప అనిశ్చయ నిమిత్తం. యది హి పూర్వమేవ రజ్జు స్వరూపేణ నిశ్చితస్య న సర్పాది వికల్ప అభవిష్యన్ యథా స్వహస్త అంగుల్యాదిశ. ఏష దృష్టాంత తద్వాన్ హేతుఫలాది సంసారధర్మ అనర్థ విలక్షణతయ స్వేన విశుద్ధ విజ్ఞప్తి మాత్ర సత్తాద్వయ రూపేణ అనిశ్చితత్వ జీవప్రాణాది అనంతభావభేదై ఆత్మ వికల్పిత ఇతి ఏష సర్వోపనిషదాం సిద్ధాంత. నిశ్చితాయాం యథా రజ్వాం వికల్పో వినివర్తతే రజ్జురేవేతి చాద్వైతం తద్వదాత్మ వినిశ్చయ. రజ్జురేవ ఇతి నిశ్చయే సర్పాది వికల్ప నివృత్తౌ రజ్జురేవ ఇతి చ అద్వైతం యథ తథా నేతి నేతీతి సర్వసంసారధర్మశూన్య ప్రతిపాదక శాస్త్రజనిత విజ్ఞాన సూర్యాలోకృత ఆత్మవినిశ్చయ. ఆత్మైవేదం సర్వం అపూర్వో అనపరో అనంతరో బాహ్య సభాభ్యాభ్యంతరో హ్యజో అజరో అమృతో అభయ ఏకైవద్వయ ఇతి. ప్రాణాదివిరనంతైస్తు భావైరేతైర్వికల్పిత మాయైషా తస్య దేవస్య యయాయం మోహితస్వయం. యది ఆత్మ ఏక ఏవేతి నిశ్చయ కథం ప్రాణాదిభి అనంతై భావై ఏతై సంసారరక్షణై వికల్పిత ఇతి ఉచ్యతే శృణు. మాయా ఏష తస్య ఆత్మనో దేవస్య యథా మాయా వినా విహిత మాయా గగనం అతి విమలం కుసుమితై సపలాశై తరుభి ఆకీర్ణమివ కరోతి తథా ఇయమపి దేవస్య మాయా యయాయం స్వయమపి మోహిత ఇవ మోహితో భవతి మమ మాయా దురత్యయా ఇత్యుక్తం. ప్రాణ ఇతి ప్రాణవిదో భూతానీతి చ తద్విద గుణ ఇతి గుణవిద తత్వానీతి చ తద్విద పాద ఇతి పాదవిదో విషయా ఇతి తద్విద లోక ఇతి లోకవిదో దేవా ఇతి చ తద్విద.